पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 112 श्रीकृष्ण उवाच इति तद्वचनं श्रुत्वा पृथुर्विस्मितमानसः सम्पूज्य नारदं भक्र्या विससर्ज तदा प्रिये तस्माद्व्रतत्रयं ह्येदन् ममादीव प्रियङ्करं माककार्तिकयोस्तद्वत्तथैवैकादशीव्रतं वनस्पतीनां तुलसी मासानां कार्तिकप्रियः एकादशीतिथीनां च क्षेत्राणां द्वारका मम यदेषां सेवनं यस्तु करोति च जितेन्द्रियः समे वल्लभदां व्याधि न तथा यजनादिभिः पावेभ्यो न भयं तेन कर्तव्यं नियमादपि यदेषां सेवनं कान्ते कुर्वदा मत्प्रसादतः सत्यभामोवाच विस्मापनीयं तन्नाथ यत्त्वया कथितं मया परदत्तेन पुण्येन कलहमुक्तिमागदा इत्थं प्रभावो मासोऽयं कार्तिकस्ते प्रियङ्करः स्वामिद्रोहादिपापानि स्नानदानैर्गतानि यद् दत्तं च लभदे पुण्यं यत्परेण कृतं विभो अदत्तं केन मार्गेण लभते चापि मानवः श्रीकृष्ण उवाच अदत्तान्यपि पुण्यानि पापानि च यथा नरैः प्राप्यन्ते कर्मणा येन तद्यथावन्निशामय देशग्रामकुलानि स्युर्भागभाञ्चिकृतादिषु कलौ तु केवलं कर्ता फलभुक्पुण्यपापयोः अकृतेऽपि हि संसर्गे व्यवस्थेयमुदा हृदा संसर्गात् पुण्यपापानि यथा यान्ति निबोध तद् एकत्र मैथुनाद्यानादेकपात्रस्थभोजनाद् फलार्थं प्राप्नुयान्मर्त्यो यथावत् पुण्यपापयोः अध्यापनाद्या जनाद्वाप्येकपङ्क्र्यशनादपि तुर्यांशं पुण्यपापानां नित्यं प्राप्नोति मानवः एकासनादेकयानान्निश्वासस्याङ्गसङ्गतः षडंशं फलभागी स्यान्नयदं पुण्यपापयोः स्पर्शनाद्भाषणद्वापि परस्य स्तवनादपि दशांशं पुण्यपापानां नित्यं प्राप्नोति मानवः दर्शनश्रवणाभ्यां च मनोध्यानात् तथैव च परस्य पुण्यपापानां शतांशं प्राप्नुयान्नरः परस्य निन्दां पैशून्यं धिक्कारं च करोति यः तत्कृतं पातकं प्राप्य स्वपुण्यं प्रददाति सः कुर्वध पुण्यकर्माणि सेवां यः कुरुते नरः पत्नीभृतकशिष्येभ्यो यदन्यः कोऽपि मानवः तस्य सेवानुरूपेण द्रव्यं किञ्चिन्न दीयते सोऽपि सेवानुरूपेण तत्पुण्यफलभाग्भवेद् एकपङ्क्त्यश्नदां यस्तु लङ्घयेत् परिवेषणं तस्य पापषडंशं तु लभेद्वै परिवेषकः स्नानसन्ध्यादिकं कुर्वन्यस्पृशेद्वा प्रथाश्यते स पुण्यकर्मषष्ठांशं दद्या तस्मै सुनिश्चितं धर्मोद्देशेन यो द्रव्यमपरं याचते नरः तत्पुण्यकर्मजं तस्य धनदस्त्वाप्नुयाद्फलम् अपकृत्य परद्रव्यं पुण्यकर्म करोति यः कर्म कृत् पापभाक् तत्र धनिनस्तद्भवं फलद नापनुद्य ऋणं यस्तु परस्य म्रियते नरः धनी तत्पुण्यमाधत्ते स्वधनस्यानुरूपतः बुद्धिदस्त्वनुमन्ता च यश्चोपकरणप्रदः बलकृच्चापि षष्ठांशं प्राप्नुयात् पुण्यपापयोः प्रजाभ्यः पुण्यपापानां राजा षष्ठांशमुद्धरेत् शिष्याद्गुरुस्त्रियो भर्ता पिता पुत्रा तथैव च स्वपतेरपि पुण्यस्य योषिदर्थमवाप्नुयात् चित्तस्यानुव्रता शश्वद्वर्तते तुष्टिकारिणी परहस्तेन दानादि कुर्वदः पुण्यकर्मणि विना भृतकपुत्राभ्यां कर्ता षष्ठांशमुद्धरेत् वृत्तिदो वृत्तिसम्भोक्तुः पुण्यमष्टांशमुद्धरेत् आत्मनो वा परस्यापि यदि सेवां न कारयेत् श्रीकृष्ण उवाच इत्थं ह्यदत्तान्यपि पुण्यपापान्या यान्ति नित्यं परसञ्चितानि शृणुष्व चेमम् इतिहासमग्र्यं पुराभवं पुण्यमधिप्रदं च इति श्रीपाद्मे महापुराणे उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे पुण्यपापांशकथनं नाम द्वादशाधिकशततमोऽध्यायः ॐ